पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 65 ययादिरुवाच धर्मस्य रक्षकः कायो मादले चात्मना सह नाकमेषनप्रयादि तन्मे त्वं कारणं वद मातलिरुवाच पञ्चानामभिभूतानां सङ्गतिर्नास्ति भूपते आत्मना सह वर्तन्ते सङ्गत्या नैव पञ्चते सर्वेषां तत्र सङ्घाधकायग्रामे प्रवर्तते जरया पीडिता सर्वे स्वं स्वं स्थानं प्रयान्ति ते यथा रसाधिका पृथ्वी महाराजप्रकल्पिता रसैक्लिन्ना तथ पृथ्वी मृदुत्वं यादि भूपते भिद्यते पिपीलिकाभिर्मूषिकाभिस्तथैव च छिद्राण्येव प्रजायन्ते वल्मीकाश्च महोदराः तद्वत्काये प्रजायन्ते गण्डमाला विचार्त्रिकाः कृमिभिर्भिद्यमानश्च काय एष नरोत्तम गुल्मास्तत्र प्रजायन्ते सद्यपीडाकरास्तदा येभिर्दोषैः समायुक्तकायोऽयं नहुषात्मजा कथं प्राणसमायोगादिवं व्याधि नरेश्वर काये पार्थिवभागोऽयं समानार्थं प्रतिष्ठितः न काह्यः स्वर्गमायादि यथा पृथ्वी तथा स्थितः यदते सर्वमाख्यातं दोषौखैः पार्थिवस्य यः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने माता पितृतीर्थमाहात्म्ये 65 ओम्।